तर्हि सर्वेषां स्वागतम्। अस्माकं विषयः अद्यतनः अस्ति क्तान्तप्रयोगाः। तत्र क्तप्रत्ययः, क्तप्रत्ययः त्रिषु अर्थेषु भवति, नानाविधरूपाणि अपि स्वीकरोति। अत्र अस्माभिः उभयत्र द्रष्टव्यमस्ति, प्रयोगः कीदृशः, पुनः रूपं कीदृशं। तत्र केषु अर्थेषु भवति इति, केषु अर्थेषु भवति इति लक्ष्मीभगिनी वदति वा? साधारणतया क्तान्तप्रयोगः सकर्मकधातूनां विषये कर्मणि अथवा भावे प्रयोगे भवति, गत्यर्थकधातूनां विषये अपि च अकर्मकधातूनां विषये कर्तरिप्रयोगे तस्य उपयोगः भवति। पुनः चिन्तयामः, अत्र सकर्मकधातूनां विषये किमुक्तम्? सकर्मकधातूनां विषये कर्मणि प्रयोगे भूतकालार्थे विशेषणरूपेण उपयोगः भवति। हा सत्यं सत्यं। हा अपि च भावप्रयोगे उक्तम्? अकर्मकधातूनां विषये भावे प्रयोगे। हा हा बहु समीचीनमस्ति। साधारणप्रयोगः कर्मणि, कर्मकः अतः, तर्हि तस्य उदाहरणं किं भवितुमर्हति इति शुकवनम तत्र वदतु कृपया। तत्र पुस्तके दत्तमस्ति अध्यापकेन पाठः बोधितः इति। अस्तु, समीचीनमस्ति। अध्यापकेन पाठः बोधितः इति, पाठः बोधितः। अस्तु, अत्र किमर्थं तथा वदामः यत् कर्मणि अर्थे अस्ति? तत्र अभिहित बोधितः इति इति क्तान्तपदम्, अनेन कर्मपदमेव उक्तम् इति कृत्वा कर्मपदस्य प्रथमा भवति, कर्तृकर्मयोस्तृतीया अनभिहिते इत्यनेन अध्यापकेन इति येन बोधितः तस्य तृतीया भवति। समीचीनमस्ति। तर्हि सामान्यतया यदा वयं सम्यक् सम्यक् एव सामान्यतया वयं वदामः किम्, एकं द्वे एकं त्रीणि एकम् एकम् इति कर्तरिप्रयोगः, एकं द्वे एकं कर्मणि प्रयोगः, त्रीणि एकम् एकम् इति सामान्यतया वदामः। तर्हि अत्र यस्मिन् उदाहरणे इदानीं यत् उदाहरणं भवता उक्तं दत्तं, तत्र द्वयोः मध्ये किमस्ति? अध्यापकेन पाठः बोधितः इत्यत्र त्रीणि एकम् एकम् इत्येव अस्ति। त्रीणि इति कर्तृ कर्तुः तृतीया विभक्तौ अस्ति। एकम् इति पाठः कर्म, एकनिमिषः, सम्यक्तया वदतु, कर्तुः तृतीया विभक्तौ इति वक्तुं न शक्नुमः। अवगतः, किन्तु सम्यक्तया वदतु। कर्ता, कर्ता तृतीया विभक्तौ भवति, त्रीणि। पाठः इति कर्म, कर्मपदं, तत् प्रथमायां भवति इति कृत्वा एकं, बोधितः इति तस्य किं वदति, तत्र बोधितः इति प्रथमायां भवति, पाठः तस्य विशेषणम् इति कृत्वा तदपि प्रथमायां भवति इति वा? आम् इति इति अस्ति। हा अतः त्रीणि एकम् एकम् इति अस्ति अत्र, त्रीणि एकम् एकम्। इदानीम् अन्ये के के आगतवन्तः? पुष्पा भगिनी, जगन्नाथः। अस्तु, इदानीं प्रथमतया जगन्नाथ प्रथमतया वक्तव्यमस्ति यत् सर्वत्रापि क्तप्रत्ययः भूतकालार्थे अस्ति. कर्मणि भवतु कर्तरि भवतु, अस्माकम् अर्थः अत्र अर्थः इत्युक्ते तत्र क्तप्रत्ययः धातु अनुसृत्य भिन्नभिन्न अर्थाः सन्ति खलु, किन्तु क्तप्रत्ययस्य अर्थः भूतकालः. पुनः सामान्यतया कर्मणि अर्थे अस्ति, कुत्रचित् भावे अपि भवति, अपि च कर्तृर्थे अपि अस्ति. इति त्रिषु अर्थेषु भवति सर्वत्रापि भूतकाले. अतः अस्माभिः एकम् उदाहरणं दृष्टं यत्र कर्मणि प्रयोगे अस्ति कर्मार्थकः. अस्तु, समीचीनमस्ति. इदानीं अस्माकं भावे प्रयोगे अस्य एकम् उदाहरणं दीयतां. तत्र अखिला भगिनी वदतु. महोदय, अत्र पुस्तके अस्ति बालेन हसितम् इति. अत्र हसितम् इति तान्तप्रत्ययः, हस् धातुः अकर्मकधातुः इति कृत्वा तत्र भावे प्रयोगः. कर्ता अस्ति बालः, तर्हि तत्र कर्तृकर्णयोः तृतीया इत्यनेन बालः इत्यस्य तृतीया विभक्ति बालेन इति भवति. हसितम् इति तत्र कर्मपदं नास्ति इति कृत्वा तत्र नपुंसकलिङ्गत्वं स्वीकरोति, तर्हि हसितम् इति प्रथमा विभक्ति नपुंसकलिङ्गपदम्. अस्तु, समीचीनमस्ति. कर्मपदं नास्ति इति कृत्वा भावे इत्युक्ते किम्? इत्युक्ते तत्र अकर्मकधातोः यदा कर्तरि प्रयोगः नास्ति तत्र भावे प्रयोगः इति वदामः खलु, यतोहि तत्र तद् भावः सूचयति इति अर्थे वा, तत्र वस्तुतः कर्मपदं नास्ति इति कृत्वा. हा हा, सम्यक्. महोदय, अस्माभिः किम् एकनिमेषः अस्माभिः किं वक्तव्यमस्ति यत् कस्य भावः तत्र जगन्नाथमहोदय वदति वा? भावे कस्य भावः, कस्य भावः? बालस्य भावः इति नास्ति वस्तुतः. बालसुब्रह्मण्यं तत्र वदति वा? एकनिमेषः, हरि ओम्. बालसुब्रह्मण्यं तत्र वदति वा भावे इत्युक्ते किं? बालेन हसितं तत्र कस्य इति प्रश्नस्य उत्तरं नास्ति. न बालेन हसितं कस्य इति बालेन तृतीया विभक्ति अस्ति. बालेन हसितं कस्य? तर्हि भावे इत्यस्य अर्थः कः? विद्याभगिनी वदति वा? अत्र भावः इत्युक्ते यथा अखिला भगिनी उक्तवती, अत्र भावः हसनस्य भावः हसितम्, अत्र बालेन हसितम् अत्र कर्मपदं नास्ति. अत्र हस् इति अकर्मकधातुः, भावार्थे हसितम् इति भावः इति प्रश्नः वा? नाम अत्र भवत्या उक्तं कथञ्चित् अस्माभिः किं वक्तव्यमस्ति यत् भावः इत्युक्ते क्रियायाः, क्रियापदस्य भावः. कर्मणः क्रियापदस्य इति न, कर्मणः न, कर्तुः न, अपि तु क्रियायाः भावः इति भावार्थे अस्ति. या क्रिया व्यक्तीकृता अस्ति धातुना, सा क्रिया तस्याः क्रियायाः भावः इति प्रकटीकृता अस्ति. इति कृत्वा भावे केवलं क्रियायाः भावः हसन भवती यदुक्तवती हसनस्य तत्र हसन तत्र कः प्रत्ययः ल्यूट् ल्यूट् अपि भावः भावः इत्युक्ते किं तत्र हसन इति क्रिया अस्ति हसनक्रिया अस्ति क्रियायाः भावः वदतु हा अत्र तर्हि कर्तरिकर्मणि इति यदा वदामः तत्रापि क्रियायाः कर्ताविषये क्रियायाः कर्मविषये इति तत्र कर्तरीकर्मणि इति भवति वा क्रियायाः भावविषये इति तत्र न यत्र कर्तरिप्रयोगः अस्ति तत्र तत्प्रत्ययः भवति कर्तुः तत्र कर्ता इङ्गितमस्ति सत्यं तत्र यथा भावे इत्यस्य भावे प्रयोगः इति वदामः तत्र भावे इत्यस्य अर्थः क्रियायाः भावः तद्वत् कर्तरिप्रयोगः इति वदामः चेत् तत्रापि क्रियायाः कर्ताविषये इति आगच्छति वा यतोहि कर्तरि इत्यपि तत्र सप्तमी विभक्ति खलु अत्र इत्युक्ते धातुः अस्ति धातुः धातुना क्रिया व्यक्तीक्रियते अपि च क्तप्रत्ययः तत्र कर्तारं बोधयति क्रिया इति न कर्तारं तदर्थं कर्त्रार्थकः वदामः कर्त्रार्थकः क्तप्रत्ययः कर्मार्थकः प्रत्ययः भावार्थकः प्रत्ययः अत्र कृतप्रत्ययः क्रियार्थे अस्ति अथवा कर्तुः अर्थे अथवा कर्मणः अर्थे धातुः इति व्यक्तीक्रियते क्रिया किन्तु भावार्थे कृतप्रत्ययः अपि तथा तावदेव क्रिया शुद्धक्रिया किन्तु यत्र कर्तरि कर्तृर्थकः क्तप्रत्ययः अस्ति तत्र क्तप्रत्ययः इत्यनेन कर्तुः अर्थः बोध्यते किमिति तत्र कस्य भावः इति भवता पृष्टं तस्य उत्तरं भवति धात्वर्थस्य भावः धात्वर्थे भावे इत्युक्ते धात्वर्थे इति किल क्रिया या क्रिया बोधतः धातुना सा महोदय महोदय अत्र नपुंसकलिङ्ग कथम् आयाति इति तत्तु डिफाल्ट् भवति अत्र कर्मपदं नास्ति एकवचने नपुंसकलिङ्गे कर्म यत्र धातुः अकर्मकः कर्मपदं नास्ति चेत् भावे प्रयोगे तत्र यत्र धातुः अकर्मकः तत्र एकवचने नपुंसकलिङ्गे अस्तु समीचीनमस्ति इति कर्मणि प्रयोगे अपि च भावे प्रयोगे कर्तरिप्रयोगे भवति कुत्रचित् वा सरलभगिनि वदतु आं महोदय यथा बालकगतः कर्तरिप्रयोगे भवति बालकगतः वा बालेन हसितं तत्र बालहसितः कर्तरिप्रयोगे भवति हा कर्तरिप्रयोगे हा तत्र कुत्र कुत्र इति अस्माभिः किञ्चित् दृष्टं स्यात् तस्मिन् समये यत्र धातुः गत्यार्थकः अथवा अकर्मकः पुनः सप्त अष्ट वा विशिष्टधातवः सन्ति तत्र सूत्रमस्ति किञ्चित् अग्रे गत्वा द्रक्ष्यामः अस्तु इति अस्ति अनन्तरं रूपाणि अस्माभिः अवलोकितानि आसन् तत्र अग्रिमे पुटे सारांशत्वेन पश्येम तत्र कृ कृत स्मृ स्मृत श्रु श्रुत एवम् अस्माभिः किं वक्तव्यमस्ति अत्र सुब्रह्मण्यमस्ति वदति वा आं महोदय अत्र धातुः अस्ति क्रु यदि उदाहरणरूपेण क्रु धातुं नयामः धातुः अस्ति क्रु, क्रु योगः क्त, अत्र किमस्ति इत्युक्ते क्त इति कित् प्रत्ययः, अतः अत्र गुणकार्यं न भवति, यद्यपि अत्र क्रु इति ऋकारान्तधातुः. अतः गुणः न भवति. ककारः कित् अस्ति, अतः क्रु योगः त, इदानीमत्र केवलं वर्णमेलनं भूत्वा कृत इति प्रातिपदिकं, कृतः, कृता, कृतं, त्रिषु लिङ्गेषु. बहु अस्तु, बहु समीचीनमस्ति. तर्हि तेषु दिनेषु अस्माभिः दृष्टमासीत्. इदानीं मम आशा अस्ति यत् सर्वे पठेयुः अस्माकं व्याकरणवर्गे, यतोहि तादृशं भवति चेत् सुलभं, सर्वे प्रायः सर्वे पठन्तः स्युः इति मन्ये अस्माकं व्याकरणवर्गे. अत्र किङति च इति, किङति च इति सूत्रेण गुणनिषेधः खलु इति अस्माभिः दृष्टं तेषु दिनेषु. अस्तु, अनन्तरं जीव् इति धातुः, जीव् इति धातुः, तत्र पुष्पाभगिनी वदतु किमस्ति. जीविता, चिन्तनं तु जीव् योगः क्त प्रत्ययः, का तु इत्संज्ञा, ता अस्ति तत्र एक इकारस्य सूत्रं न जानामि, इकारः आयाति जि, इकारः इत्युक्ते किं, जि उपधाय इकारः आयाति. अस्य इकारस्य नाम किं मनसि नास्ति वा? तस्य इकारस्य नाम, नाम सरलाभगिनी वदतु. इडागम अस्ति, यत्र धातु हलन्त अस्ति, धातु हलन्त अस्ति, तत् प्रत्यय अपि सेत् अस्ति, धातु सेत् अस्ति, तत् इडागम भवति. इडागमस्य विधायकसूत्रं किम् आसीत्? इडागमस्य सूत्र अर्थधातुकस्य बलादेः, अत्र प्रत्ययः एकवारं वदतु. अर्थधातुकस्य बलादेः तत्र बलादिवर्णः तकारः, क्ता प्रत्ययात् तत्र ककारः कित् कित्वं भूत्वा तत्र तकारः अवशिष्यते, तकारः वलादिवर्णः, अतः आर्थधातुकस्य वलादेः इत्यनेन क्ता प्रत्ययः सेट् भवति, इडागमानुकूलः भवति. समीचीनमस्ति. तर्हि वलादिः प्रत्ययः वलादिः अस्ति चेत्, अर्धधातुः अस्ति चेत् तत्र सेट्. अपि च सामान्यनियमः अस्ति यद् धातुः हलन्तः अस्ति चेत् प्रायेण तत्र सेट्. धातुः अजन्तः, धातोः अन्ते अच् वर्णः अस्ति चेत् आधिक्येन अनित्, आधिक्येन चेत् भवति, धातोः अन्तिमवर्णः अल् वर्णः चेत्. अस्तु, समीचीनमस्ति. जीविता, अनन्तरं तत्र विद्याभगिनी अग्रे. अत्र महोदय क्षम्यतां, तत्र जीव् इत्यत्र उपधायां दीर्घ ईकारः अस्ति इति कृत्वा तत्र गुणः न भवत्येव किल, तस्मै तादृशचिन्तनं न भवति. उगन्तलघुपदस्य इत्यनेनैव लघु उपधा तत्तु अस्ति, किन्तु यतोहि मूले क्तप्रत्ययः कित् अस्ति, तत्र गुणनिषेधः अस्ति, अतः तत्तु अस्ति एव, किन्तु अत्र अवसरः नास्ति इति. अवसरः नाम यत्र क्तप्रत्ययः अस्ति तत्र अवसरः न भवति एव, भवता यदुक्तं तत्तु सत्यं, किन्तु क्तप्रत्ययस्य इतोपि सामान्यपरिस्थितिः अस्ति खलु, नाम उपधायां कीदृशवर्णः इति. अस्तु, सम्यक् एव. आमाम्, नास्ति चिन्ता. अस्तु, कम्पदातुः, कम्पदातुः विद्यापति. अस्तु महोदय, अत्र कम्प् इति धातुः, अत्र तप्रत्ययः, कम्प् योगः तप्रत्ययः. कम्प् इति धातुः हलन्तधातुः, अत्र अर्धधातुकस्य एड्बलादेः इत्यनेन इडागमः भवति. त इति प्रत्ययः, तत्र प्रत्ययस्य आदौ बल् प्रत्याहारस्य वर्णः तकारः, अतः अत्र कम्पित इति रूपम्. हा, अस्तु, समीचीनं. बालसुब्रह्मण्यं, तत्र रक्ष पद्मा भगिनी. ओ, क्षम्यतां महोदय. सो आर्धधातुक इड्बलादेः इति सूत्रेण इडागमः भवति. कुत्वित समानसमये खित् इति कारणात् गुणनिषिद्धः भवति. तस्मात् र इक्ष् रक्षति, रक्षित इति. हा, रक्षित. अस्तु, समीचीनमस्ति. वस्तुतः अत्र जीव, कूप, कम्प्, रक्ष, अत्र पृथक् श्रेणीकरणं तत्र तत्र न कोऽपि तर्कः दृश्यते मया. अतः यदि वयं पश्यामः, अत्र दीर्घ इकारः अस्ति, अस्य तत्र कापि आवश्यकता नास्ति पृथक् करणस्य. क्रीड, जीव, कम्प, रक्ष, कूप, अत्र चिन्तनं समानमस्ति. तत् उपरि वक्तुं शक्येत यत् अस्तु, उपधायां दीर्घ एकवर्णः अस्ति इति कृत्वा गुणः न भवति, किन्तु गुणः तु न भवति एव कित्वात् गुणः नास्ति. अतः अस्माकं किञ्चित् कश्चन परिचयः भवति, महान् सौकर्यमस्ति. अस्तु, इतः अग्रे किं वक्तव्यमस्ति? अत्र अखिल भगिनी, अग्रे गम् धातुः, गम्, गत, मन्, हन्, थन्. आं महोदय, अत्र गम् इत्यत्र तत्र अनुनासिकान्तधातुः अस्ति, अपि च गम् इति धातुः इडानुकूलधातुः नास्ति. तर्हि तत्र विशिष्टसूत्रमस्ति, अनुदात्त अनुदात्तोपदेशवनति तनोति आदीनाम् अनुनासिकलोपो जली स्मृति इति सूत्रं. तेन तत्र मकारस्य यः अन्तिम अनुनासिकवर्णः अस्ति, अनुनासिकान्तवर्णः अस्ति धातुः मकारः, सः तस्य लोपः भवति. तदनन्तरं तप्रत्ययस्य तकारः एव अवशिष्यते, तर्हि गतः इति रूपम् इति. एवमेव मतः, हतः, ततः इति चिन्तयामि. इति, हा, इति एका श्रेणी अस्ति. तदर्थम् एकं सूत्रमस्ति, पञ्चदशधातवः सन्ति तत्र. गं गतः, मन् मतः, हन् हतः, तन् ततः इति अस्ति. अस्तु, ततः अग्रे किं वक्तव्यमस्ति सुब्रह्मण्यं तत्र? अत्र इदानीं धातुः अस्ति स्रं धातुः. महोदय, अत्र किमस्ति, स्रम् इति अत्र मकारान्तधातुः, तदपि अनुनासिकान्तधातुः. अत्र अन्यत् सूत्रमस्ति, अनुनासिकस्य क्वीझलोः क्निति इति. तेन किं भवति इत्युक्ते, अनुनासिकान्ताङ्गस्य पूर्वं स्थितस्य स्वरः दीर्घः भवति. इत्युक्ते अत्र उपधायां यः स्वरः अस्ति तस्य दीर्घत्वं भूत्वा अत्र स्राम् योगः सा भवति. इदानीमत्र अत्र किं भवति इत्युक्ते, नश्चापदान्तस्य झलि इत्यनेन अत्र तकारः झल् प्रत्याहारस्थवर्णः, स्राम् योगः त, अतः नश्चापदान्तस्य झलि इत्यनेन अत्र अपदान्त मकारस्य, अत्र मकारः अपदान्तमकारः, तस्य अनुस्वारादेशः. अतः स्रा योगः त. इदानीमत्र यदा अनुस्वारः आयाति, अत्र किं भवति इत्युक्ते, अनुस्वारस्य ययि पर सवर्णः इत्यनेन अत्र अनुस्वारस्य स्थाने अत्र तकारस्य पञ्चमसदस्यः नकारः आदेशः भवति, अतः स्रान् योगः त स्रान्त इति रूपं, स्रान्तः स्रान्ता स्रान्तम्। अस्तु, हा बहु समीचीनमस्ति इति। त्रिषु तत्र त्रीणि सूत्राणि सन्ति, वस्तुतः सामान्यसूत्रम् इदमेव अस्ति यत् उपदादीर्घः उपदादीर्घः इति अन्तिमस्वरात् अन्तिमवर्णात् पूर्वं यः वर्णः शम् इत्यस्मिन् मकारात् पूर्वं यः अकारः, क्रम् इत्यस्मिन् मकारात् पूर्वम् अकारः, एवमेव श्रम् इत्यस्मिन् मकारात् पूर्वम् अकारः, तत्र दीर्घः भवति इति एका श्रेणी अस्ति। द्वितीया श्रेणी अस्ति अखिला भगिनी यद् उक्तवती, तत्र गम् तत्र मकारस्य लोपः, गत मन् मत हन् हत इति भेदः अस्ति खलु, मकारस्य लोपः अत्र तत्र द्वितीयस्थले तत्र उपदा दीर्घः इति। तस्मिन् सूत्रे धातवः न उक्ताः, सामान्यस्थितिः अस्ति इति, सामान्यस्थितिः अस्ति उपदा दीर्घः, पञ्चदशधातवः सन्ति यत्र अनुनासिकलोपः भवति, पुनः अधोभागे तत्र विशेषरूपाणि तत्र अधोभागे जन् इति अस्ति, जात जन् जात इति तृतीयश्रेणी अस्ति, जनसनखनां संयोः इति सूत्रेण तत्र नकारस्य आकारात् आकारादेशः भवति इति, नकारस्य स्थाने आकारः इति कृत्वा जन् योगः कृत, नकारस्य स्थाने आकारः, जातः इति रूपं भवति सवर्णदीर्घसन्धिः इति कृत्वा। अस्तु, समीचीनमस्ति इति। त्रिषु स्थलेषु मन् तु मत इति आगच्छति न, मन् मत सत्यं, हा इति एका श्रेणी अस्ति, पञ्चदशधातवः सन्ति, पुनः श्रं श्रान्त इति सामान्यस्थितिः अस्ति, अपि च जन् जात तत्र त्रयः धातवः सन्ति, जन् सन् खन् त्रयः धातवः सन्ति। अस्तु, समीचीनमस्ति। अनन्तरं अग्रे के के आगतवन्तः, अन्य कोऽपि अस्ति वा? हरि ओम्, विलम्बेन कोऽपि न, न, मम लयन् खण्डितः अभवत् महोदय, पुनः अस्तु, समीचीनमस्ति। तर्हि पुनः पश्येम इदानीम् अग्रे वप् वप् इति उक्त, अत्र किं वक्तव्यमस्ति भवान् एव वदतु महोदय, शुकवनम तत्र हा तत्र वप् इति धातुः तत्र सम्प्रसारणम् अस्ति, सम्प्रसारणम् इगणसम्प्रसारणम् इति संज्ञासूत्रमस्ति, अनेन तत्र यण् स्थाने इक् आदेशः भवति, अत्र वकारस्य स्थाने उकारादेशः भवति, तदनन्तरं सम्प्रसारणाच्च इत्यनेन तत्र वकारस्य अनन्तरं स्थितस्य अकारस्य लोपः भवति, अतः इदानीम् उप् वप् इति धातुः उप् इति सम्प्रसारणं भूत्वा तत्र उप् इति भवति, उप् योगः त उप्त इति रूपं भवति। अस्तु, समीचीनमस्ति इति सम्प्रसारणकार्यम्। इतः अग्रे सूत्राणामपि प्रसक्तिः, तत् वयं परिशीलितवन्तः मम इतः गमनात् प्राक्, सिद्ध इति सिद्ध, वृध इति वृद्ध, स्नेह इति घकारादेशः, अनन्तरं जष्ट्वम् इति एतत् सर्वं वयं परिशीलितवान्, पुनः आवश्यकता नास्ति, ये अवगच्छन्ति ते अवगच्छेयुः। स्निग्धुप्त इति आगच्छति न, सम्प्रसारणकार्यमस्ति, सम्प्रसारणकार्यमस्ति। अनन्तरम् अन्ततो गत्वा विश् इत्यस्य षत्वं भवति, विष्ट दृष्टृष्ट, एतत् सर्वं वयं परिशीलितवन्तः, केवलं वैविध्यमस्ति इति वैविध्यमस्ति इति बोध्यम्, अपि च व्याकरणप्रसङ्गे किञ्चित् परिशीलनं भवति चेत् सौलभ्यं, महत् सौलभ्यमस्ति. अस्तु, सम्यक् अस्ति. अपि च महोदय, तत्र इतोपि एकं वक्तुम् इच्छामि. तत्र आर्धधातुकस्य इड्वलादेः इत्यनेन वलादिप्रत्ययः परे अस्ति चेत् तत्र इडागमः भवत्येव, किन्तु इतोपि भिन्नसूत्रमस्ति किल, नेड् वशीकृति इति. इदानीं त इति कृत् प्रत्ययः इति कृत्वा वशादिप्रत्ययः अस्ति चेत् तत्र इडागमः न भवति इत्यपि चिन्तनीयं किल. हा, तदपि अस्ति. यदा इडागमस्य प्रसङ्गः भवति, ज्ञापकार्थं मया उक्तं. किमिति? ज्ञापकार्थं मया उक्तं तावदेव. आमामां, समीचीनमस्ति. एतत् इडागमस्य प्रसक्तिः यदा आगच्छति तत्र व्याकरणवर्गे, वयम् एतत् सर्वं परिशीलयिष्यामः, किन्तु सामान्यबोधः अत्र भवेत्. अस्तु, सम्यक्. तर्हि इतः अग्रे गच्छेम. इदानीं अग्रिमे पुटे एतत् सर्वं वयं कृतवन्तः. ततः तदनन्तरम् अस्ति अनन्तरमस्ति चतुर्नवतितमितं पुटे अस्ति. अत्र अग्रे अस्ति अयं कृतप्रत्ययः यथा कर्मणि भावे अर्थे तथा कर्तरि. तत्र तदेव पठेम. पद्मा भगिनी पठतु कृपया. पद्मा भगिनी अस्ति? कस्मिन् पुटे? चतुर्नवतितमे पठति. चतुर्नवतितमे पुटे अस्ति अयं कृतप्रत्ययः. अयं प्रत्ययः यथा कर्मणि भावे चार्थे तथा कर्तरि अपि अर्थे सम्भवति. कर्तरि प्रयोगे यथा अभ्यास तत्र अकर्मकधातोः कर्तरीक्तः यथा बालः हसितः भावे चक्प्रत्यये कृतोपि अयमेव अर्थः सिध्यति. बालेन हसितं भावे लुङ्लकारे कृतोपि एषः कृतोपि इति नास्ति. भावे कृतप्रत्यये कृते अपि उपरि यद् लिखितमासीत् भावे कृतप्रत्यये कृते अपि, अत्र कीदृशी आकृतिः अस्ति जानाति वा? अत्र का विभक्तिः अस्ति भावे का विभक्तिः अस्ति? भावे सप्तमी. किमर्थं सप्तमी विभक्तिः? अत्र जगन्नाथमहोदय वदति वा सप्तमी विभक्तिः? भावः तस्मिन् भावे भवति इति तदर्थं सप्तमी विभक्ति तावत्पर्यन्तं जानामि, किन्तु विद्या भगिनी वदति वा? महोदय, अत्र सति सप्तमी इति अस्ति वा भावे तु प्रत्यीकृते अपि? अग्रिम अध्याय अत्र अध्यायः अग्रिम अध्यायः सति सप्तमी अग्रे करिष्यामः. यदा तदा अति सामान्य अर्थः अस्ति. यदा तदा सति सप्तमी विशिष्ट अर्थः, अत्र अधिकरणार्थे नास्ति, विषयसप्तमी अपि नास्ति. भावे कृतप्रत्यये कृतेपि तत्सर्वे विशेषणविशेषविशेष्यभावः न हा परस्परविशेषणविशेषभावः भावे क्तप्रत्यये कृते अपि अयमेव अर्थः सिध्यति बालेन हसितं बालः हसितः बालेन हसितम् इति द्वयोः अर्थः किन्तु समानः जगन्नाथमहोदय अग्रे भावे भावे लङ्लकारे कृतेपि एषः एव अर्थः सिध्यति बालेन अहस्यत लङ्लकारेपि तदेव अर्थः भवति समानार्थ एव ताप्रत्यय लङ्लकारे इति सर्वत्र वदन्ति तर्हि अग्रे अग्रे सरला भगिनी अग्रे पूर्वोक्तानि विविधानि अपि वाक्यानि अत्र दर्शितानि सन्ति कर्तरि कित् भाण्डानि जातानि भावे कित् भाण्डैः जातं कर्तरिक्तः भाण्डानि जातानि भावे कित्तः भाण्डैः जातं भावे लङ् लकारः भाण्डैः अजायत इति सर्वत्र समानमस्ति कर्तरि कित् अस्ति तत्र भाण्डानि तस्य विशेष जात अस्ति क्रियापद अत्र विशेषण एव उक्तम् अस्ति तस्य विभक्ति भवति यत् कर्तृपदं कर्तृपदम् अस्ति भाण्डानि जातानि भावे कित्तः तत्र अनुक्त कर्तृपदं तृतीयाविभक्त्याम् अस्ति भाण्डैः जातं भवति यथा भवान् उक्तवता डिफाल्ट् प्रथमाविभक्तिं नपुंसकलिङ्गम् आगच्छति तत्र भावे लङ्लकार भाण्डैः अत्र अपि अनुक्तं भाण्डैः कर्तृपदम् अस्ति अजायत भवति प्रथमाविभक्त्यां अजायत तत्र लङ्लकारोति अडागम अस्ति या जा धातु य अत आगच्छति अजायत अत्र अत्र धातुः कः विद्याभगिनी जन् धातु अस्ति जन् धातुः महोदय जन् आकारः धातुः अस्ति जन् सम्यक् अत्र एते धातवः किन्तु सर्वे अकर्मकाः अनेन कारणेन कर्तरि अर्थे अपि भवन्ति अत्र कृतप्रत्ययः कर्तरि अर्थे भवति यदा धातुः अकर्मकः इति एकमस्ति भाण्डानि जातानि अस्तु द्वितीयम् उदाहरणं पुष्पा भगिनी पठतु महोदय भाण्डानि मृतानि कर्तृक्तप्रत्यये भावे भाण्डैः मृतं भावे लङ्लकारे भाण्डैः अम्रियत अत्र इडागमः अस्ति अत्र भाण्डानि तथैव समानां विभक्तिः अस्ति भाण्डैः मृतं तत्तु नपुंसकलिङ्ग वक्तुं भाण्डैः अम्रियत तत् कथम् आयाति लङ्लकारे अडागमः इडागमः इति प्रायः नास्ति तत् अन्यत् कार्यमस्ति अन्यत् कार्यं अत्र भाण्डानि मृतानि अत्र पुनः तत्र मृदातुः इति अकर्मकः इति कृत्वा एव अस्ति मृतानि मृतम् इति अकर्मकदातु इति कारणतः कर्त्री अपि भवति भावे अपि अस्ति अस्तु, सम्यक् अस्ति. बालसुब्रह्मण्यं अग्रे अग्रे पदं पतितं कर्तरितः अनन्तरं भावे तः फलेन पतितं तदनन्तरं भावे लङ्लकारः फलेन अपत्यत पदं पतितं कर्तरिप्रयोगेन त पदं पतितं तदनन्तरं भावे तः फलेन लङ्लकारः भावि प्रयोगे फलेन अपत्यत इति. अस्तु, पद्धातुः अपि कर्मकः अस्ति तत्र कर्तरिप्रयोगे विशेषविशेषभावः फलं पतितम् अग्रे द्रक्ष्यामः. अस्तु, तद् अग्रिमम् उदाहरणं किं? पुष्पं पुष्पं विकसितं अकर्मकधातु पुष्पेण विकसितम् अत्र भावे प्रयोगप्रत्ययोग विकसितं देन् लङ्लकारः भावि रूपेण पुष्पेण व्यकस्यत लङ्लकाररूपं व्यकस्यत इति. अस्तु, समीचीनमस्ति. अपि च अन्ततो गत्वा अन्ततो गत्वा वानरः स्थितः वानरेण स्थितं वानरेण अस्तीयत स स्थितः कर्तरि प्रयोगस्थ भावे प्रयोगः तान्तरूपे वानरेण स्थितं प्रथमपुरुषः लङ्लकाररूपं वानरेण अस्तीयत. हा, अस्तु, समीचीनमस्ति. अत्र पश्येम, अत्र जन् मृ, अत्र जन् तत्र नकारस्य तत्र आत्ममस्ति इति कृत्वा अजन्तधातुः इति कृत्वा इडागमः नास्ति. मृ इति अपि इडागमः नास्ति. पद् धातुः हलन्तः इति कृत्वा इडागमः. कस् धातुः अपि तथैव इडागमः. स्था धातोः अन्यत् कार्यमस्ति, तत्र इडागमः नास्ति. अस्तु, समीचीनमस्ति. इति वयम् अनुमानं कर्तुं शक्नुमः प्रायेण यत्र धातुः हलन्तः तत्र आधिक्येन इडागमः, अजन्तः अस्ति चेत् आधिक्येन न. अस्तु, इतः अग्रेसरेम. तर्हि अग्रे शुकवनमाय, तत्र शुकवनमाय अग्रे. हा, यतोदाहरणं भावार्थतान्तघटितानि वाक्यानि भावार्थकतान्तघटितानि वाक्यानि कर्तर्थकतान्तघटिततया परिवर्तयत इति अस्ति. कारणम् उदाहरणमस्ति, भावेक्तः इत्यस्य उदाहरणं भाण्डैः जातम् इति. कर्तरि तः भवति भाण्डानि जातानि इति उदाहरणमस्ति. इदानीम् अत्र प्रथम उदाहरणं वृक्षेण कम्पितम् इति भावार्थयुक्तप्रत्ययं. तस्य कर्तरि प्रत्ययं भवति प्रत्ययः भवति वृक्षः कम्पितः इति. तदनन्तरं पक्वफलैः पतितं, पक्वफलैः पतितम् इति भावयुक्तः. तस्य कर्तरितः प्रत्ययः भवति पक्वफलानि पतितानि इति. अस्तु, समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. बालिकया हसितम्, अत्र बालिका हसिता कर्तरिप्रयोगतारूपं कान्तरूपम्. चतुर्थमस्ति बालकेन हसितं, बालकः हसितः. अनन्तरं पञ्चमम् अग्रिमपठ शिशुभिः रुदितं, अत्र शिशवः क्रुदिताः. अस्तु, समीचीनमस्ति. अग्रे बालसुब्रह्मण्यं महोदय, अग्रे. वृक्षेण वृद्धं, वृक्षेण एकवचनं, वृक्षः वृद्धः. अनन्तरं मात्रा कुपितं, मात्रा कुपितं, मात्रा माता, मात्रा कुपितं, मात्रा कुपितं, माता मह्या देवालये स्थितं. न न, एकनिमिषः, तत् मात्रा कुपितं किं भवति? मात्रा कुपितं, मातुः कुपितम्. अस्माकं नियमः कः अत्र? किं चिन्तनम्? एकवारं वक्तव्यमस्ति. कुपितम् इति नपुंसक, अस्माकं सूत्रं किम् अत्र? एकं द्वे, एकं त्रीणि, एकम् एकम्, अत्र द्वयोः मध्ये किमस्ति? भवे प्रयोगः अत्र अत्र किं वक्तव्यमस्ति? माता कुपिता. हा, सम्यक् अस्ति. अत्र मात्रा कुपितमिति कस्य, तत्र किं नियमम् अनुसृत्य प्रवर्तमानमस्ति? हा, अस्माकम् एकं द्वे एकम् अपि च त्रीणि एकम् एकम्, अत्र किं वक्तव्यमस्ति? विद्याभगिनी सहायं करोति वा? महोदय, अत्र मात्रा कुपितम् इति अत्र मात्रा कुपितमिति. महोदय, वदामि. भगिनी भगिनी अस्ति, विद्याभगिनी अस्ति? अस्ति इति मन्ये. आसीत्, अस्तु. पुष्पा भगिनी वदतु. माता कुपिता. न न, मात्रा कुपितम् इति कं नियमम् अनुसृत्य प्रवर्तमानमस्ति? तत्तु भावे मात्रा तु तृतीया विभक्ति, कुपितं तु नपुंसकलिङ्ग आयाति कुपितं. मया उक्तम् आसीत् एकं द्वे, एकं त्रीणि, एकम् एकं, द्वयोः मध्ये किमस्ति अत्र? अत्र त्रीणि त्रीणि एकं, त्रीणि एकं. महोदय, श्रूयते वा? हा, इदानीं श्रूयते. हा, पुष्पभगिनी अस्ति. तर्हि पुष्पभगिनी, तत्र त्रीणि एकम् एकम् अस्ति, किन्तु अत्र भावे इति अस्ति इति कृत्वा कर्मफलं नास्ति, अतः त्रीणि एकं, त्रीणि एकं. कर्तरीकतः प्रथमा प्रथम एकम् एकम् अस्ति. एकम् एकं द्वे एकम् इति भवति स्म, किन्तु अत्र कर्मकधातुः अस्ति इति कृत्वा कर्मफलं नास्ति एव. तर्हि साधारणविशेषणविशेषभावः अस्ति. माता कुपिता. अस्तु, इतः अग्रे भवती एव करोतु कृपया. महोदय, अत्र माता मह्या देवालये स्थितं, माता मही देवालये स्थिता. हा, अस्तु, इति अस्ति. हा, विद्याभगिनी अग्रे. बालेन धावितम्, अत्र कर्तरीप्रयोगे बालः धावितः. बालः धावितः. हा, अपि च चोरेण भीतं, चोरः भीतः. चोरः भीतः इति तत्र अकर्मकधातूनाम् उदाहरणानि. इतः अग्रे पश्यामः किमस्ति अत्र. सुब्रह्मण्यं महोदय, अग्रे किमस्ति? आं महोदय, अत्र गत्यर्थकधातोः कर्तरि तः गत्यर्थकधातोः तप्रत्ययः कर्तरि अपि भवति. गमनम् इति येषाम् अर्थः ते गत्यर्थकाः. इदानीं विषयः अस्ति अत्र गत्यर्थकधातुविषयः. अत्र यदा वयं पूर्वं दृष्टवन्तः गत्यर्थकधातोः अत्र ताप्रत्ययान्तरूपं कर्तृप्रयोगे अपि भवति इति. गत्यर्थक इत्युक्ते अत्र न केवलं गम् धातोः, परन्तु यः कोऽपि धातुः यस्य अर्थः गमनविषये भवति, गमनार्थे भवति, तादृशधातुः इति. अत्र उदाहरणानि अस्ति. एतानि वाक्यानि सावधानतया परिशीलयत. बालकः विद्यालयं गतः. अत्र गतः इति पुल्लिङ्गतान्तरूपमस्ति. अत्र यदि वयं द्रक्ष्यामः अत्र किमस्ति इत्युक्ते एकं द्वे एकम् इत्यस्य उपयोगः अस्ति. बालकः गतः कुत्र इत्युक्ते विद्यालये. बालकः विद्यालयं गतः. एकं द्वे एकम् इत्युक्ते किमेकवारं वदति वा? एकं द्वे एकम् इत्युक्ते अत्र एकम् इति प्रथमा विभक्तिः इत्युक्ते अत्र कर्तृपदं प्रथमा विभक्तौ भवति. अपि च अत्र कर्मपदं द्वे इत्युक्ते अत्र द्वितीया विभक्तौ भवति. पुनः एकमित्युक्ते अत्र क्रियापदं कर्तृपदम् अनुसृत्य भवति. परन्तु अस्मिन् वाक्ये तु अत्र गतः इति क्तान्तरूपमस्ति. तत्तु बालकः इत्यस्य विशेषणमस्ति. गतः, गतः बालकः. कीदृशः बालकः इत्युक्ते गतः बालकः. कुत्र? विद्यालयं गतः बालकः. अस्तु, समीचीनमस्ति. अपि च भूतकालार्थे यथा वयं दृष्टवन्तः पूर्वं. हा, भूतकालार्थे अस्ति. बालकः विद्यालयं गतः. अस्तु, इदानीम् एतदेव यदि वयं कर्मणि प्रयोगे वदामः. यदि कर्मणि प्रयोगे वदामः अत्र बालकेन विद्यालयः गतः इति भवति. किमर्थमित्युक्ते अत्र कर्मणि प्रयोगे त्रीणि एकम् एकं भवति. इत्युक्ते कर्तृपदं तृतीया विभक्तौ, कर्मपदं प्रथमा विभक्तौ. अत्र विद्यालय इति पुल्लिङ्गशब्दः, अतः विद्यालयः. अपि च तान्तरूपम् इदानीम् अत्र कर्मपदम् अनुसृत्य, अतः अत्र विद्यालयः गतः. बालकः, बालकेन विद्यालयः गतः इति रूपम् इति अस्ति. हा, समीचीनमस्ति. अखिलभगिनी अग्रे. बालिका विद्यालयं गता, यथा सुब्रह्मण्यमहोदयेन उक्तं, तद्वत् अत्रापि तत्र गतः गम् धातुः तु गत्यर्थकधातुः इति कृत्वा अत्र कर्तरि तान्तरूपं. बालिका इति प्रथमा विभक्तौ, गता इत्यपि प्रथमा विभक्तौ, विद्यालयम् इति कर्मपदं द्वितीया विभक्तौ. तर्हि अत्र एकं द्वे एकम् इति अनुसरति. अत्र कर्मणि प्रयोगं प्रयोगे तत्र बालिकया विद्यालयः गतः इति भवति. तत्र तु त्रीणि एकमेकम् इति भवति. बहु समीचीनमस्ति. अस्तु, जगन्नाथमहोदय अग्रे. गतः न आगच्छति न? बालिकया विद्यालयः गतः. बालिकया, हा वदतु. बालिकया विद्यालयः एक तु गता एव अस्ति न? गतः तत्र गतः तु पुल्लिङ्ग न? विद्याभगिनी किञ्चित् वदतु कृपया. अत्र बालिकया विद्यालयः गतः इति भगिनी उक्तवती, सम्यक् एव खलु? हा, अखिला भगिनी वदति, का उक्तवती? अखिला भगिनी उक्तवती. अखिला भगिनी किञ्चित् बोधयतु कृपया अत्र कीदृशी स्थितिः। महोदय क्षम्यतां, मां पृष्टवान् वा? आमाम् इति पुष्पा भगिनी न अवगतवती, पुनः किञ्चित् वदतु। अत्र बालिकया विद्यालयः गतः इति कर्मणि रूपं, तत्र बालिकया इति कर्तृपदं तृतीया विभक्तौ। इदानीं कर्मणि प्रयोगः इति कृत्वा तत्र विद्यालयः इति कर्मपदं प्रथमा विभक्ति। अस्तु अस्तु अस्तु भगिनि, अस्तु भगिनि, अस्तु गतः इति विद्यालय। त्रीणि एकम् एकम्, बालिकया विद्यालयः गतः इति अस्ति। अस्तु समीचीनमस्ति, जगन्नाथमहोदय अग्रे। महोदय क्षम्यतां, मम एकः प्रश्नः अस्ति, अत्र गत्यर्थकदातवः इत्युक्ते केवलं गमनार्थे एव अत्र ग्रहणं वा, अथवा कुत्रचित् ज्ञानार्थे अपि भवति, तस्यापि ग्रहणम् अस्ति वा? तत्र ज्ञानार्थे इति किमर्थं वदति? न जाने, कुत्रचित् गत्यर्थकदातवः ज्ञानार्थे अपि भवति इति कुत्रचित् द्रोणमहोदय कुत्रचित् उक्तवान्, अतः एव। इदानीं यत्किमपि भवतु नाम, किन्तु तत्र गतिः भवेत् न तु ज्ञानम्। अत्र अस्मिन् प्रसङ्गे यः धातुः यस्य धातोः गमनार्थः भवति तस्य एव, अत्र ज्ञानार्थे यावत् जानामि अहं तथा नास्ति अत्र। द्रोणमहोदयेन उक्तम् अस्मिन् प्रसङ्गे वा? न न न, अन्यत्र कुत्रचित् पूर्वं व्याकरणवर्गे कुत्रचित् सः उक्तवान्। अस्तु अस्तु, तर्हि जगन्नाथमहोदय अग्रे। अतिथयः गृहम् आगताः भिन्नरूपेण अतिथिभिः गृहम् आगतम्। समीचीनमस्ति, समीचीनमस्ति। तर्हि अग्रे किं सरला भगिनी वदति वा? छात्रः परीक्षाम् उत्तीर्णः, छात्रेण परीक्षा उत्तीर्णा। साधु महोदय बहिः गतवान्, किञ्चित् प्रतीक्षणं कुर्मः। स्वरूपः पुनः आश्चर्यमस्ति, गते वर्षे अथवा तावत्पर्यन्तं न कदापि भवति स्म, अस्मिन् वर्षे द्वित्रवारं यः तत्र मया तत्र घटितमस्ति आसीत्, यत्किमपि भवतु। अस्तु, छात्रः परीक्षाम् उत्तीर्णः, अत्रापि गत्यार्थकः कर्मणि प्रयोगे भवति, छात्रेण परीक्षा उत्तीर्णाः। आम्, अत्र तरति इति गत्यार्थकः, तृ धातुः इति मनसि निधाय। अस्तु अग्रे गच्छेम तर्हि, लक्ष्मीभगिनी अग्रे। एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानि पदानि गत्यर्थकधातूनां क्तप्रत्ययान्तरूपाणि, अत्र क्तप्रत्ययः कर्तरि अर्थे वर्तते इति स्पष्टं स्यात्। तर्हि एतावता अस्माभिः दृष्टं यत् अकर्मकधातूनां कर्त्र्यार्थकः क्तप्रत्ययः भवति, अपि च गत्यार्थकधातूनां कर्त्रार्थकः क्तप्रत्ययः भवति। अस्तु भगिनी अग्रे। यथोदाहरणं कर्मार्थक्तान्तघटितानि वाक्यानि कर्तार्थक्तान्तघटितया परिवर्तयत, अत्र कर्मार्थक्तान्तघटितानि वाक्यानि इति भवती उक्तवती प्रायः, मया न श्रुतं, किन्तु कर्मार्थक कर्तृर्थक कर्मार्थक प्रत्ययः अस्ति, कर्प्रत्ययः विकल्पेन अस्ति, कपतयः भवितुमपि अर्हति नापि भवितुमर्हति, कपतयः विकल्पेन अस्ति. अत्र बहुव्रीहिः समासे कपतयः विकल्पेन उपयुज्यते. कर्मार्थकतान्तघटितानि इति वक्तुं शक्नुमः स्म, अथवा कर्मार्थक उच्चारणसौकर्यार्थं तत्र कपतयः बहुत्र भवति. अस्तु, वदतु. क्षम्यतां महोदय, कर्मार्थकतान्तघटितानि वाक्यानि वामभागे सन्ति, अपि च कर्तार्थकतान्तघटितानि वाक्यानि दक्षिणभागे सन्ति. यथा छात्रेण विद्यालयः गतः, एतद् वाक्यं कर्मणि प्रयोगे अस्ति, स एव अर्थः अस्ति अत्र. छात्रः विद्यालयं गतः इत्युक्ते अर्थः समानः एव. अत्र प्रथमं तत्तु उदाहरणत्वेन दत्तमस्ति. प्रथमं वाक्यं रामेण वनं गतं, रामः वनं गतः. समीचीनमस्ति. एकं द्वे एकं अस्तु. अग्रे अग्रे बालसुब्रह्मण्यं वदतु. सीतया रामः अनुगतः, सीता रामम् अनुगता. अस्तु, सम्यक् अस्ति. अग्रे अग्रे सरलाभगिनी अग्रे. लक्ष्मणेन रामः अनुसृतः, लक्ष्मणः रामम् अनुसृतः. अस्तु, समीचीनमस्ति. शुकवनं महोदय अग्रे. तेन ग्रामः व्रजितः, सः ग्रामं व्रजितः. अस्तु, सम्यक् अस्ति. सर्वे अवगतवन्तः. पद्मा भगिनी अग्रे. हा महोदय, भक्तैः भवसागरः तीर्णः. भक्ता भवसागरं सम्यक्तया वदतु, उच्चारयतु. किमस्ति भक्तैः भवसागरः तीर्णः? भक्ता भक्ताः भवसागरं तरिताः. न, अत्र रूपं दत्तमस्ति, त्रिधातोः क्तान्तरूपमस्ति तीर्ण. तर्हि अत्र किमस्ति? तीर्ण इति प्रातिपदिकमस्ति. भक्ताः भवसागरं तरिताः. न, तरिता इति मया उक्तं, तीर्ण इति रूपमस्ति. तरिता इति किमस्ति? तीर्ण इति रूपम् अत्र दत्तमस्ति. भक्तैः भवसागरः तीर्णः. पश्यतु भगिनि, अत्र तीर्णः इति दत्तमस्ति, तान्तरूपमस्ति तीर्ण प्रातिपदिकं. तर्हि प्रातिपदिकरूपं दत्तमस्ति, तदेव अस्ति तीर्ण. भक्ताः भवसागरं तीर्णः. वचनं किं? प्रथमवाक्ये अस्माभिः किम् अवगम्यते अत्र? वचनं किं? भक्तशब्दस्य वचनं किम्? एकवचनं. भक्तैः एकवचनं, भक्तैः बहुवचनम् अत्र अस्ति. बहुवचनं, बहुवचनं. तर्हि तत्र कर्तृप्रयोगे अपि भक्तैः भवसागरं. अस्माकं तत्र सूत्रं किम्? एकं द्वे एकं बहुवचने. कर्तृप्रयोगे एकं द्वे एकं. तर्हि तदनुसृत्य वदतु. भक्ताः भवसागरं तीर्णः. भक्ताः इति बहुवचने आसीत्, तीर्णशब्दः अपि बहुवचने करोतु। जगन्नाथमहोदयं करोतु। भक्ताः भवसागरं तीर्णाः। भक्ताः तीर्णाः इति पुष्पभगिनी खलु, पद्माभगिनी खलु, भक्ताः तीर्णाः। मम वचनं शुद्धं नास्ति। अस्तु, विद्याभगिनी अग्रे। महोदय, किमिति? अत्र मम एकः प्रश्नः अस्ति। वदतु। अत्र तीर्णः इति पदमस्ति, अपि च तरितः पदमस्ति। अत्र धातुः त्रु धातुः, परन्तु प्रत्ययोः मध्ये भेदः अस्ति इति भाति। भेदः कः? तीर्णः अपि च तरितः। तरितः, तरितः इति तीर्ण इति द्रष्टव्यमस्ति। तरित, तरित, तीर्ण, तत्र तरित इति यदि रूपं भवति चेत् तत्र विकल्पेन स्यात्, किन्तु अन्य कोऽपि जानाति वा? मया द्रष्टव्यमस्ति तत्र क्ता प्रक्रियायां किमर्थं तरित। तत्तु तरित इति, तरित इति तस्य णिच् इति, णिच् अस्ति इति प्रायः न स्यात्। तरित इति कस्मिन् अर्थे अस्ति? कोऽपि पश्यतु, तरित इति शब्दः कस्मिन् अर्थे अस्ति? हरितस्य शब्दः कस्मिन् अर्थे अस्ति? तत्र प्रेरणार्थे अस्ति अथवा साधारणार्थे अस्ति? धातु, धातु तरिता तीर्ण द्वयोः धातु एकम् अस्ति न? विद्या, विद्याभगिनी वदतु, जानाति वा? न जानामि महोदय। प्रश्नं त्यजामः, इदानीम् अनन्तरं दृष्ट्वा वदामि। अस्तु, इदानीं कस्मिन् अर्थे अस्ति इति दृष्ट्वा वदामि। यत् तत्र प्रेरणार्थे अस्ति अथवा साधारणार्थः अस्ति चेत् कुत्रचित् विकल्प, वैकल्पिकरूपं भवितुमर्हति, द्रष्टव्यमस्ति तरित इति कथमस्ति। अन्य अनन्तरं वदामि। अग्रे गच्छेम। इदानीं कस्य इति वदामि स्म? अस्तु, सरलाभगिनी वदतु। अतिथिभिः गृहम् आगतम्, अतिथ्यः गृहम् आगताः। अतिथयः, अतिथयः गृहम् आगताः। अस्तु, समीचीनमस्ति। शुकवनं महोदय अग्रे। छात्रेण ग्रन्थालयः यातः, छात्रः ग्रन्थालयं यातः। इति अस्ति। अस्तु, तदनन्तरं पुष्पा भगिनी वदतु। कपिभिः सागरः तीर्णः, कपयः सागरं तीर्णाः। अस्तु, समीचीनमस्ति। अखिला भगिनी अग्रे। भगिनी अस्ति? अस्तु, लक्ष्मी भगिनी वदतु। आम् महोदय। गोविन्देन, गोविन्देन कष्टम् अतीतं, गोविन्दः कष्टम् अतीतः। समीचीनमस्ति। लक्ष्मी भगिनी अग्रे। बालिकया सङ्गीतपरीक्षा उत्तीर्णा, बालिका सङ्गीतपरीक्षां उत्तीर्णा, बालिका बालिका उत्तीर्णा सङ्गीतपरीक्षां। समीचीनमस्ति। अस्तु, इदानीं केचन विशिष्टदातवः सन्ति, एतान् पश्येम। अत्र अग्रे सुब्रह्मण्यमहोदय, अग्रे पठतु कृपया। इदानीं कुत्र, इदानीं विषयः कः? कुत्र कुत्र गत्यार्थकः क्तप्रत्ययः भवति? एतावता अस्माभिः दृष्टं यत् अकामकधातूनां, गत्यार्थकधातूनाम्। इदानीं परिगणिताः अत्र अष्टदातवः सन्ति, येषाम् अपि तथा अस्ति। अग्रे महोदय। फ्लिशादिभ्यः कर्तरि कृतः, फ्लिश् शीङ् स्था आस वस जन दृह जीर्यतयः श्लिषादयः धातवः तेभ्यः कर्तरि तप्रत्ययः भवति यथा हरिः लक्ष्मीम् आश्लिष्टः पठामि वा आलिङ्गनं करोति इति अर्थः अथवा तादृशं विष्णुः शेषम् अधिशयितः हरिः वैकुण्ठम् अधिष्ठितः अत्र द्वितीयं वाक्यं स्पष्टं स्यात् अधिशयितः अत्र शीदातु शेते इति अस्मिन् अर्थे शयनार्थे अस्ति अत्र अत्र साधारणतया हा अस्तु विष्णुः विष्णुः शेषम् अधिशयितः हरिः वैकुण्ठम् अधिष्ठितः भक्तः शिवम् उपासितः परिचर्यां कृतवान् भक्तः हरिदिनम् उपोषितः उपवासं कृतवान् लक्ष्मणः रामम् अनुजातः अनुसृत्य जातः कृष्णः रथम् आरूढः देवः विश्वम् अनुजीर्णः व्याप्तवान् अत्र केचन विशेषधातवः सन्ति श्लिषादयः धातवः इति अत्र श्लिष् शीं था आस वस जन रुह जीर्य अत्र इत्युक्ते अत्र जृधातुः किल महोदय किमिति जृ इति धातुः जृ इति धातुः जीर्यतयः इति अत्र जीर्यति महोदय अत्र आरूढ इति वदनेन किञ्चित् वदामि अनन्तरं प्रश्नः अस्ति चेत् वदतु अत्र एते धातवः आधिक्येन तत्र अकर्मकधातवः सन्ति किन्तु प्रत्येकस्मिन् वाक्ये वयं द्रष्टुं शक्नुमः यत् उपसर्गः जातः उपसर्गसहितरूपम् अस्ति तर्हि यत् यः धातुः यथा स्थादातुः अकर्मकः अस्ति किन्तु अत्र सकर्मकजातमस्ति तथा सर्वत्र अस्ति सकर्मकः अर्थः सकर्मकार्थः आगतः अस्ति इदानीं येषां किञ्चित् एव वदामि अत्र यत् येषाम् अष्टाध्यायी इति ग्रन्थः अस्ति ते पश्यन्तु अत्र एकसप्ततितमे पुटे अष्टाध्याय्याम् एकसप्ततिपुटे पश्यन्तु अत्र सूत्रमस्ति सूत्रमस्ति तृतीयाध्यायस्य चतुर्थपादे द्विसप्ततमं सूत्रमस्ति गत्यर्था कर्मक गत्या कर्मक श्लिष इति शीङ् स्तास वस जन रुह जीर्यतीभ्यश्च इति सूत्रं पश्यन्ति इति सूत्रमस्ति अत्र गत्यार्थकधातूनाम् अकर्मकधातूनाम् अपि च एतेषाम् अष्टानां धातूनाम् इति वार्ता अस्ति तत्र पश्यन्ति वा अत्र च सूत्रमस्ति अस्माकं त्रिषु भवति तर्हि गत्यार्थकधातूनाम् अकर्मकधातूनाम् अपि च एतेषाम् अष्टानां धातूनाम् अस्तु अपि च क्रमः कथमस्ति इति शीघ्रमेव वदामि अत्र कर्तरीकृत् तत्र प्रथमम् उपरि अस्ति एकं सूत्रं कर्तरीकृत् पश्यन्ति वा आं महोदय अखितभगिनी पश्यति वा आं महोदय अत्र कर्तरीकृत् इति सर्वप्रथमम् अस्मिन् क्रमे सर्वप्रथमं सूत्रमस्ति अत्र उपरि लिखितमस्ति लकाराणां कृट्प्रत्ययानां चार्थाः, शीघ्रमेव वदामि यतोहि येषां पुस्तकं नास्ति। किन्तु कर्तरीकृत् इति प्रथमसूत्रं, कर्तरीकृत् इति सूत्रेण इति सामान्यसूत्रमस्ति, नाम कृदन्तरूपाणि इति वदामः खलु, तत्र कृट्प्रत्ययाः कृट्प्रत्ययाः तत्र कृट्प्रत्ययाः, तत्र कृतप्रत्ययः अपि कृत् अस्ति, तत्र गतं कृतम् इत्यादिकं तत् कृदन्तरूपाणि। कर्तरीकृत् इत्यनेन डिफाल्ट् नाम सामान्यसूत्रमस्ति यत् कर्तरि अर्थे कर्त्रार्थे कृट्प्रत्ययाः भवन्ति इति अस्ति। अनन्तरं द्वितीयं सूत्रम् अनन्तरं पश्येम, किन्तु तृतीयं सूत्रं पश्येम, लः कर्मणि च भावे च कर्मकेभ्यः इति सूत्रमस्ति। नाम लकारार्थः, लकारस्य अर्थः नाम दशलकाराः सन्ति खलु, अत्र अनेन सूत्रेण लः नाम लकाराः कर्तरि अपि भवन्ति। उपरितः तत्र अनुवृत्तिः अस्ति कर्तरि, उपरितः अनुवृत्तिः अस्ति, तर्हि लः लकाराः कर्तरि अपि, कर्मणि च भावे अकर्मकेभ्यः। लकाराः कर्तरि भवन्ति, कर्मणि अर्थे भवन्ति, अपि च अकर्मकेभ्यः धातुभ्यः भावे इति तृतीयं सूत्रमस्ति। अनन्तरं तयोरेव कृत्यकृतखलार्थाः इति सूत्रमस्ति। तयोरेव अत्र तयोरेव इति द्वितीय द्विवचने द्विवचने अस्ति इति कृत्वा कृत्यकृतखलार्थाः कृत इति कृत अस्माकं इदानीं विषयः अस्ति कृत खलु, कृत कृत्य इति केचन प्रत्ययाः स तत्र कृत्यप्रत्ययाः यथा तव्यत् अनियर् इति कृत्य, यत् प्रत्ययः इति कृत्यप्रत्ययाः सन्ति, कृतप्रत्ययः खलार्थाः। नाम अत्र किं लिखितमस्ति यत् आरम्भतः कर्तरि कृत् इति सर्वे कृत् प्रत्ययाः कर्तृर्थे सन्ति, अनन्तरं लः कर्मणि च भावे च कर्मकेभ्यः इति नेन लकाराः न केवलं कर्तृर्थे अपि तु कर्मणि भावे अपि भवन्ति। अनन्तरं तयोरेव इत्युक्ते पूर्वतनसूत्रे कर्मणि भावे नाम कृत्यक्तखलार्थाः इति केवलं कर्मणि च भावे कर्तृर्थे न, अस्तु अत्र क्त अनेन सूत्रेण क्तप्रत्ययः केवलं कर्मणि भावे च कर्तृ न भवति इति तयोरेव द्विवचनस्य कथनेन कर्मणि भावे एव इति अर्थः स्पष्टम्। अनन्तरं द्विसप्ततितमं सूत्रमागत्य वदति यतोहि न एकसप्ततितमं पश्यामः, आदिकर्मणि क्तः कर्तरि च, आदिकर्मणि क्तः कर्तरि च इत्युक्ते क्तप्रत्ययः यदि क्रियायाः आदौ नाम क्रियायाः तत्र आदिं सूचयति, यदा क्रियायाः आदिः भवति, क्रियायाः आदिः when an action is beginning, क्रियायाः आदिः यदा भवति तदानीं क्तप्रत्ययः किन्तु केवलं कर्मणि भावे वा इति न, अपि तु कर्तरि अपि इति क्तप्रत्ययः कर्तरि अपि तस्यां दशायाम्, अपि च न केवलं तत् किन्तु गति आर्थक कर्मक तत्र श्लिषशीङ् स्थास वस जनरुह जीर्यतिभ्यश्च इति अत्र च अस्ति, च अति अस्ति इति कथनेन अत्र एतेषु स्थलेषु अपि न केवलं कर्मणि भावे अपि तु कर्तरि अपि इति अस्ति। स्पष्टं वा इति परिचयः समाप्तः, पञ्चसु निमेषेषु कश्चन परिचयः जातः, स्पष्टं वा? एवमस्ति, विद्याभगिनी दृष्टवती वा? आं महोदय। अस्तु अस्तु, इति विषयः अस्ति, अग्रे गच्छेम। तर्हि महोदय, अत्र श्लीशीङ् अत्र अकर्मकधातुः इति अस्ति, तत्र गत्यर्थक अकर्मक, तर्हि अत्र श्लीशीङ् इति पुनः दत्तं यतोहि तत्र उपसर्गपूर्वकः अस्ति इति वा? सत्यं उपसर्गः। अस्तु, अस्माकं पुनः तत्र इदानीं गीतप्रवेशः इति पुस्तके अवधेयम् अवधेयम् इति अस्ति. तर्हि अत्र एतत् सर्वं स्पष्टं जातं तत्र कृतान्तप्रयोगः कुत्र कुत्र कर्तरि अर्थे अस्ति. वस्तुतः अन्यः अर्थः अस्ति यत् अत्र न उक्तं, तदेव नाम सूत्रम् आदिकर्मणि कृतः कर्तरि च. अनन्तरम् अकस्मिंश्चित् दिने यदा कृतपतयस्य अपरस्मिन् वर्गे भवति तदानीं तदपि पश्येम. किन्तु अत्र सामान्यतया तयोरेव कृत्य कृत खलार्थाः इति अनेन सामान्यनियमः अस्ति यत् कृतपतयः केवलं कर्मणि भावे च, किन्तु विशिष्टस्थलेषु कर्तरि अपि भवति, गत्यार्थकधातूनां कर्मकधातूनाम् अपि च एतेषाम् अष्टानाम् अपि च क्रियायाः आदौ. तर्हि अत्र दत्तमस्ति आम् तत्र हरिः वैकुण्ठम् अधिष्ठितः इति तत्र मया अवगतम्. इदानीं हरिः वैकुण्ठे अधिष्ठितः इति वदामि चेत् दोषाय तथा नास्ति, तथा न भवति. अत्र अति उपसर्गपूर्वकः स्थादातोः तत्र द्वितीयविभक्तिकत्वं भवति कर्मपदस्य. अस्तु महोदय, इति विशिष्ट तत्र तदर्थं सूत्रमस्ति पृथक्तया. अस्तु, भवानेव पठतु अग्रे शुकवनं तत्र अवधेयम्. अवधेयं धातोः कर्मणि भावे च तप्रत्ययः भवति भूतकालार्थे इति अस्ति. कर्मणि त यथा तः यथा वानरेण फलं खादितम् इति उदाहरणमस्ति. भावे तः यथा अश्वेन धावितम् इति भावे प्रयोगे क्तप्रत्ययः कथं भवति इति. अकर्मकधातोः कर्तरि अपि च अपि क्तप्रत्ययः भवति भूतकालार्थे, यथा बालः हसितः इति. अत्र हसितः इति क्तप्रत्ययान्तरूपं, किन्तु कर्तरि प्रयोगः कर्तरि अस्ति, बालः हसितः इति. गत्यर्थकधातोः कर्तरि अपि क्तप्रत्ययः भवति भूतकालार्थे, यथा गोविन्दः नगरं गतः इति. अत्र गत्यर्थकधातुः इति कृत्वा तत्र कर्तरिप्रयोगः भवति इति बोधितं. गोविन्दः इति कर्तरि अस्ति. श्लिषादिभ्यः धातुभ्यः कर्तरि अपि तप्रत्ययः भवति भूतकालार्थे, यथा हरिः लक्ष्मीम् आश्लिष्टः इति. बहु समीचीनमस्ति. तर्हि आहत्य अस्माकं सारांशः उक्तः अस्ति अत्र. साधारणतया कर्मणि भावे भवति, कर्मणि च भावे भवति, किन्तु अकर्मकधातूनां गत्यार्थकधातूनाम् एतेषां च अष्टानां धातूनां विकल्पेन तत्र कर्तृर्थे अपि कृतपदयः भवति. अस्तु, समीचीनमस्ति. किञ्चित् समयः अस्ति, अग्रे कश्चन अभ्यासः अस्मिन् प्रसङ्गे वर्तते. तर्हि अग्रे जगन्नाथमहोदय पठतु कृपया. महोदय, महोदय, तत्र लक्ष्मीभगिन्याः प्रश्नः आसीत् तस्मिन्. तरितः इति रूपं नास्ति महोदय अत्र. तरितः इति तान्तरूपं नास्ति अत्र. तृच् रूपं तरिता इति अस्ति. तीर्णः इति एव. तरिता तरिता तरितः तरितः इति कृतान्तरूपमेव नास्ति आम्, तीर्णः इति एव. तीर्णः इति एव अस्ति. अस्तु, समीचीनं, धन्यवादः. धन्यवादः. तरिता इति नास्ति, सर्वे अवगच्छन्तु. तत्र तरितृ इति प्रातिपदिकमस्ति, तृच् तरितृ प्रथमविभक्तौ तरिता. अस्तु, समीचीनमस्ति. महोदय, क्षम्यतां, तत्र स्लिष् सीङ् स्था इति भवता उक्तं विकल्पेन भवति इति वा? न, विकल्पेन किं नाम तत्र विकल्पेन नाम त्रिषु स्थलेषु गत्यार्थकधातूनां अकर्मकधातूनाम् एतेषाम् अष्टानां धातूनां च तत्र कर्तरि अर्थे अपि अस्ति. विकल्पेन अपि वक्तुं शक्नुमः. तत् वा इति नास्ति किन्तु च अस्ति. एतेषां प्रयोगः तत्र कर्तृप्रयोगे अपि भवति, न केवलं कर्मणि. तर्हि लौकिकदृष्ट्या मया उक्तं विकल्पेन. विकल्पेन अस्माकं विकल्पः अस्ति, कर्मणि अपि वक्तुं शक्नुमः, कर्त्री अपि वक्तुं शक्नुमः, किन्तु तत्र सूत्रे तु वा इति नास्ति, च अस्ति. जगन्नाथमहोदय अग्रे. विवरणानुगुणं यथोदाहरणं कोष्टकं पूरयत, अधः दत्तानि वाक्यानि पठत, वाक्यं शुद्धमस्ति चेत् शुद्धमिति स्तम्भे चेक् मार्क् इति चिह्नं कृत्वा तत्र कारणं दर्शयितुम् उचिते स्तम्भे चेक् मार्क् इति चिह्नं कुरुत, अशुद्धम् अस्ति चेत् शुद्धमिति स्तम्भे क्रास् इति चिह्नं कृत्वा तत्र कारणं दर्शयितुम् उचिते स्तम्भे क्रास् इति चिह्नं कुरुत इति. उदाहरणरूपेण यथा सीतादेवालयं दृष्टा, शुद्धं नास्ति, गत्यार्थकधातुः नास्ति, श्लिषादयः उपसर्गसहिता नास्ति, अकर्मकधातुः नास्ति इति. अस्तु, प्रथमं करोतु. बालकः ग्रन्थं पठितः. एतद् अशुद्धम्. एतत् पठनकार्यं तु गत्यार्थकः नास्ति, श्लिषादय अपि नास्ति, श्लिषादयोपि नास्ति, अकर्मकधातुः अपि नास्ति. हा, बहु सम्यक् अस्ति. वा, बहु सम्यक् अस्ति. लक्ष्मीभगिनी अग्रे. अहं सम्यक्तया न अवगतवती महोदय, सूचना. द्वितीयं वाक्यं केवलं वक्तव्यं, द्वितीयं वाक्यं शुद्धम् अस्ति न वा. बालकः विद्यालयं गतः. वाक्यं समीचीनं, परन्तु अत्र कर्तरीकर्मणि वा, अत्र कर्तरीप्रयोगे अस्ति. कर्तरीप्रयोगे, तर्हि तत्र सामान्यतया कर्तरीप्रयोगः न भवति कृतान्तानाम्. अत्र किमर्थम्? गत्यर्थकधातुः इति अस्ति, तावदेव अस्ति, तावदेव. सल्ला भगिनी अग्रे. बालकः लता पाठशालां गता, शुद्धम् अस्ति, गत्यर्थकधातुः अस्ति इति अस्ति. अस्तु अग्रे, बालसुब्रह्मण्यं अग्रे. लता पाठशालां वीक्षिता, गत्यर्थकः नास्ति, वीक्षित अकर्मक नास्ति, वीक्षिति उपसर्ग नास्ति, तस्मात् पाठशालां वीक्षितः इति अशुद्धः. हा, इति अस्ति. वा, बहु सम्यक् अस्ति. अस्तु अग्रे, सुब्रह्मण्यमहोदय तत्र अग्रे. लता हसिता, वाक्यं शुद्धमस्ति महोदय, अत्र गत्यर्थकधातुः नास्ति, श्लिषादयः अपि नास्ति, अकर्मकधातुः अस्ति. हा, इति अस्ति. हा, सत्यं. विद्याभगिनी अग्रे. विद्याभगिनी अस्ति. अस्तु, अखिला भगिनी. विष्णुः गरुडं, गरुडमारूढः, शुद्धं वाक्यमस्ति, यतोहि रुह् इति आरूढः इति रुह् धातुः, तत्र श्लिषादयः श्लिषादिगणे अन्तर्भूतः धातुः इति कृत्वा शुद्धं वाक्यम्. अस्ति इति सम्यक् अस्ति. अन्ततः गत्वा अस्तु अन्य कः वदति? विद्याभगिनी अस्ति वा? तर्हि सरल ओ अस्तु विद्याभगिनी वदतु अन्तिमम्. क्षम्यतां महोदय. हरिः वैकुण्ठम् अधिष्ठितः. अत्र शुद्धं वाक्यं शुद्धम् अस्ति. अत्र स्था धातुः अधि उपसर्गपूर्वकः स्था धातुः, स्था अकर्मकधातुः, परन्तु अत्र श्लीशीङ् स्था आस् इत्यस्मिन् स्था धातुः अस्ति इति कृत्वा अत्र शुद्धम् अस्ति वाक्यं. श्लीषादयः उपसर्गसहिताः इति कृत्वा अत्र हरिः वैकुण्ठम् अधिष्ठितः इति शुद्धं वाक्यं. हा बहु सम्यक् अस्ति. अस्तु इति समयः जातः पाठः. अग्रिमे सप्ताहे तत्र कृतान्तरूपाणां परिसमाप्तिं कृत्वा अनन्तरं सतिसप्तमी प्रायः आरभ्यत. अस्तु तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.